हरिः ओम्। अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानामेकदन्तम् उपास्महे श्रीमहागणपतये नमः। गुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवम् उपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। श्रीगुरुभ्यो नमः। सर्वेभ्यो नमस्कारः। हरिः ओम्। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषये अस्ति तत्र विसर्गसन्धिः। तत्र वयं बहु किमपि अतीतवन्तः, किञ्चित् एव अवशिष्टः अस्ति। तत्र पुटसङ्ख्या अस्ति 61 अपि 62। एतत् कुर्मः चेत् तदनन्तरं तत्र णत्वम् इति नूतनविषयः भवति। अस्तु तर्हि तत्र शुभभगिनी आरम्भं करोति वा? 68 आम् महोदय। हा तर्हि तत्र अस्ति यथोदाहरणं प्रक्रियां लिखता। उदाहरणमस्ति घ्नतः योगः अपि, घ्नतः योगः विसर्गः योगः अपि, घ्नता योगः उकारः योगः अपि। तत्र विसर्गसन्धिः उकारः, इत्युक्ते विसर्गस्य स्थाने इदानीम् उकारः दृश्यते। तत्र अतिहसि च उत्वम् इति पठितवन्तः पूर्वं। तर्हि तत्र अति अस्ति, परवर्णः अत् अस्ति, अतः अति वा हसि वा परवर्णः अस्ति चेत् विसर्गस्य स्थाने उकारादेशः भवति। घ्नतो इदानीं घ्नता योग सूत्रम् अतो रोरोप्लुता तप्लुते इति सत्यं तत्पश्चात् रैट्। न न न, अहं केवलं तत्र तत्र सोपानानि न उक्तवती। आम् अतोरोरप्लुदात् अप्लुते इत्यनेन नो प्राब्लम्। अतः रोः, अतः रोः, अतो रोः अप्लुतात् अप्लुते इत्यनेन, इत्युक्ते तत्र प्रथमं रो इत्युक्ते रु भवेत्, तस्य स्थाने उत्तमं भवति इति खलु। सूत्रं वदति वा तत्र तदनन्तरं आयाति इति वा? तत्पश्चात् हसि च इत्यनेन वा? न, तत्र हसि न, तत्र हसि न, तत्र हसि एव, हसि च, हसि च एव। ओ, हसि च इत्यनेन अप्लुतात् अतः रोः उत् हसि च संहितायाम् इति अनुवृत्तिरहितसूत्रं। तर्हि हसि च इति सूत्रं प्लुतभिन्न ह्रस्व अकारोत्तरवर्तिनः रुसम्बद्धरेफस्य स्थाने उकारादेशो भवति हसि च। करेक्ट्। किन्तु तत् हसि, हसि कृते इदानीम् अति, अति अस्ति, अतः अतः रोर् अतो रोर् अप्लुतात् अप्लुते इति सूत्रम् इति प्रायः। तर्हि इदानीं अकार उकारयोः, घ्नता इत्यस्य अकार उकारयो अपि च उकारयोः ओकारः आद्गुणः इत्यनेन गुण गुणादेशः। घ्नतो योगः अपि भवति, तत्र गुणसन्धिः दत्तम्। इदानीं घ्नतो योगः अपि इत्यत्र अपि तत्र ओकारः किं, तत्र घ्नतो योगः अपि एङ्गः पदान्तात् अपि, हा पदान्तात् एङ्गः इत्युक्ते घ्नतो इति ओकारः पदान्त एङ् एङ् पदं किम् एङ् स्वरः एङ् प्रत्याहारस्त वर्णः, हा तस्य एङ्गः पदान्तात् एङ्गः अति इत्युक्ते परवर्णः अत् एव भवेत्। तत् तादृश तादृशी स्थितिः अस्ति तत्र, अतः पूर्वरूपसन्धिः भवति। अतः ओकार अकारयोः ओकार आदेशः एव। अतः तत्र अवग्रहचिह्नः अकारः आसीत् इति दर्शयितुं तर्हि घ्नतोपि इति रूपं सिद्ध्यति. अस्तु, इदानीं तत्र श्लोकः अस्ति प्रथमाध्याये पञ्चत्रिंशत्तमं सूत्रम्. अस्तु, प्रथमाध्याये पञ्चत्रिंशत्. ओ अस्तु, तत्र एतान्न हन्तुमिच्छामि घ्नतोपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते इति अर्जुनः वदति. तर्हि अस्माकं पदं घ्नतोपि इति तत्र प्रथमवाक्ये अस्ति. एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन इत्युक्ते अहम् एतान् इत्युक्ते मम बान्धवान् गुरून् मित्रान् हन्तुं न इच्छामि घ्नतः अपि इत्युक्ते यद्यपि अहमेव मारितवान् भवति चेदपि कोऽपि अहं किं हन्तः भवामि चेदपि न हन्तुमिच्छामि घ्नतोपि. तत्र घ्नतोपि इत्युक्ते being killed by someone इति भवति. नतः इति इत्युक्ते घातयति इति अस्ति, घातयति अथवा इति. अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते इत्युक्ते अहं मरणमपि मह्यं क्लेश किम् अहं मरणं प्राप्तुं सिद्धः अस्मि अपि तर्हि किमर्थं त्रैलोक्यराज्यस्य कारणात् अहं तान् मारयामि इति तस्य आशयः उद्देशः तत्र. भगिनी अतः एतद् अस्माभिः कृतं नाम सः वदति तत्र त्रैलोक्यार्थम् अपि अहं तत्र हन्तुं न इच्छामि, किमर्थं केवलं पृथ्वीलोकार्थम् अहं तत्र हननं करोमि. खलु तत्र I do not want to kill this even for the sake of a kingdom extending over the three worlds. What to speak of being so for the earth. केवलं भूलोकार्थं किमर्थम् अहं किमर्थम् अतः तत्र अतः एतत् वयं कृतवन्तः इति मन्ये कृतवन्तः पूर्वं प्रायः. वयं तु पृष्ठ 62 मध्ये आस्म. 62 तत्र चतुर्थ रिक्तस्थाने पूरतया तृतीय अपि कृतवन्तः. ओ धन्यवादः महोदय, धन्यवादः महोदय. अस्तु अस्तु अस्तु अस्तु अस्तु. निराशी निर्मम भूत्वा तदपि कृतवान् महोदय. समिद्धो अग्निर् अस्तु अस्तु. अतः तत्र समिद्धो अग्निर्भस्मसात् इति तत्र तत् करणीयम्. ओ अस्तु महोदय, अस्तु अस्तु. तर्हि वेदाभगिनी अद्य तत्र विसर्गसन्धिं समापयामः तर्हि. अस्तु, धन्यवादः नरेश महोदय, समीचीनं. हा तर्हि तत्र प्रायशः अहं न आगतवती पूर्वे क्लास् वर्गे इति तदेव अहं न जानामि. ओके अस्तु अस्तु तर्हि तत्र मम स्मरणे महोदय तत्र एतत् सर्वं कृतम् इति न आसम् इति मन्ये. प्राबब्लि आम् इदानीं तत् करणीयं वा? तृतीय अभ्यासः अभवत् वा? अभवत् अभवत्. अतः चतुर्थः समिद्धो अस्तु. इत्युक्ते समिद्धोऽग्निर्भस्मसात् इति पदमस्ति तत्र. इत्युक्ते किं तत्र समिद्धो इति भवति चेत् तत्र एव विसर्गः अस्ति. समिद्धः अग्नि इति अतः तत्र समिद्धो इति रूपं दृश्यते. समिद्धः अग्निः भस्मता भस्मसात् इति तर्हि समिद्धः योगः अग्निः योगः भस्मसात् इति इदानीं समिद्धः इति तत्र विसर्गात् प्राक् अत् अस्ति परम् अत् एव अस्ति अतः अतोरोर् अप्लुतात् अप्लुते इति सूत्रस्य कार्यं भवति तत्र उकारः आयाति तर्हि समिद्धु योगः अग्निः इति भवति इदानीं समिद्धु न क्षम्यतां समिद्धा योगः उ तत्र अकार उकारयोः आद्गुणः इत्यनेन गुणः समिद्धो इति इदानीम् ओकारयोगः अकारः तत्र किं तत्र एङ्गः पदान्तात् अति इत्यनेन पुनः ओकारस्य ओकार अकारयोः ओकार इति एकरूप आदेशः पूर्वरूप आदेशः भवति समिद्धोऽग्नि इति भवति अवग्रहचिह्नः आगच्छति तत्र समिद्धो अग्निः योगः भस्म किं भस्मसात् इति तत्र इचः परस्य विसर्गः इदानीम् अतः तत्र रेपः तिष्ठति तत्र विसर्गस्य किम् अग्निस् इति आरभ्य सचुषुरुः इति ऋतुम् आगच्छति तदनन्तरं तत्र खरीच खर् नास्ति खलु परवर्णः खर् नास्ति अतः अग्रे नागच्छति प्रक्रिया तावदेव तत्रैव तिष्ठति तर्हि समिद्धोरग्निर् इति भवति समिद्धोरग्निर्भस्मसात् इति रूपं भवति समस्तपदस्य अपि च चतुर्थाध्याये सप्तत्रिंशत्तमम् इदानीम् अस्तु चतुर्थोऽध्याये सप्तत्रिंशत्तमम् लास्ट् प्रोबब्लि अस्तु श्लोकः अस्ति यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा इति तत्र अस्माकं पदम् अस्ति समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन इति इत्युक्ते अर्जुन एस् ए ब्लेजिङ्ग् फैर् रिड्यूसस् पीसस् आफ् वुड् टु आशस् तर्हि तत्र समिद्धः इत्युक्ते तत्र समिद्धः इत्युक्ते ब्लेजिङ्ग् ब्लेजिङ्ग् इति यथा किं भवति यथा समिद्धः तत्र यथा किम् अस्ति तत्र धांसि यथा एधांसि खलु एधांसि इत्युक्ते पीस् आफ् फुड् इति अस्तु एधांसि इत्युक्ते किमपि भवितुम् अर्हति एधांसि ओ अस्तु अस्तु महोदय किम् उक्तवान् न श्रुतं फ्युयल् फ्युयल् फ्युयल् अस्तु अस्तु अस्तु यथा पीसस् आफ् फुड् अपि समीचीनं एधांसि संमिद्धः ब्लेजिङ्ग् संमिद्धः अग्निः भस्मसात् कुरुते अर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा इति वदति इत्युक्ते तत्र कर्माणि यतः कर्माणि कर्माणां फलम् तत्र सर्वदा आगच्छति फलम् आगच्छति इति चेत् तत्र तस्य किं वी हाव् टु गो वी हाव् टु लिव् थ्रू द फलास् अनुभोक्तव्यं भवति तानि कर्माणि अनुभोक्तव्यं भवति अस्मिन् जन्मे वा अथवा भविष्यत् कालस्य जन्मनि वा भोक्तव्यं भवति किन्तु ज्ञानाग्निः यदा भवति यदा ज्ञानं भवति तदा ज्ञानम् इति अग्निः इति तत्र उपमानरूपेण स्वीकृतं नानमिति अग्निः सर्वकर्माणि भस्मसात् कुरुते अर्जुन, अतः चिन्ता मास्तु इति, कर्म कुरु इति सर्वत्र वदति खलु. आम्, अतः तादृशाः तादृशं ज्ञानं कर्माणि भस्मसात् कुरुते इति वदति. तर्हि तत्र कर्म फलं नास्ति, कर्मफलं नास्ति चेत् कर्मबन्धनमपि नास्ति इति भवति. समीचीनं, समीचीनं, धन्यवादः भगिनि. अस्तु, धन्यवादः. अस्तु, अग्रे तर्हि तत्र नरेश् महोदय अग्रे. पञ्चमबिन्दुः अग्रे सुखः योग अन्तरारामः योग तथा. अत्र सुख तदुपरान्त अकार अस्ति, अतः सुखो सुखो भवति, सुखो अन्तरारामः. अत्र तत् अस्ति, तत्र सकार आगच्छति अहं चिन्तयामि. अन्तरारम तथा सुखो अन्तरारामः अन्तराम तथा. अत्र श्लोकः अस्ति पञ्चम अध्याये चतुर्विंशतितमं सूत्रम्. अस्तु, योऽन्तः सुखोऽन्तरत अन्तरारामस्तथा अन्त ज्यो अन्तर्ज्योतिरेव यः ज्योतिरवे ज्योतिरेव यः यः यः योगी ब्रह्म निर्वाणं ब्रह्मभूतो अधिगच्छति. यो अन्त महोदय तत्र प्रायश तत्र यो अन्तः इति मास्तु, यो अन्तःसुखो इति अन्तःसुखो. अस्तु अस्तु, यः अन्तःसुखः अन्तःसुखः अन्तरारामः अन्तरारामः इस् वट् इस् तदेव अत्र अस्ति. समीचीनं, अन्तःसुखः अन्तरारामः तथा तथा यः अन्तर्ज्योतिः एव एव ज्योति यः यः सः योगी एव ब्रह्मभूतः ब्रह्मनिर्वाणं ब्रह्मनिर्वाणं ब्रह्मभूतः भूतः अधिगच्छति. तर्हि यः इति अस्ति, सः इति अस्ति, यः इति भागे किं किम् अस्ति? यः सुखान्तसुखः नाम तत्र अन्तःसुखः नाम तत्र सुखम् अस्मिन् अन्तभागे अन्ते अस्ति. अपि च अन्तरारम अपि आरामः आरामः आरामः इति जानाति खलु नाम आरामः तत्र सुखम् इति एव सुखस्य अन्यत् रूपम् आरामः आरामः आरामेण आरे अस्ति तदपि अन्ते एव अस्ति. ज्योतिः ज्योतिः अपि अन्ते अस्ति अन्ते अस्ति सः योगिः अस्ति सः ब्राह्मण अस्ति न ब्रह्मनिर्वाणं ब्राह्मणः ब्रह्मनिर्वाणं ब्रह्मनिर्वाणम् अस्ति ब्रह्म ब्रह्मनिर्वाणं नाम तत्र ब्रह्मे ब्रह्मणि मुक्तिः इति निर्वाणं नाम मुक्तिः अस्तु ब्रह्म मुक्ति अपि च ब्रह्मभूतः ब्रह्मभूतः अधिगच्छति नाम प्राप्नोति प्राप्नोति अधिगच्छति प्राप्नोति अतः ब्रह्म ब्रह्म परब्रह्म तत्र ब्रह्मभूतः भवति ब्रह्मनिर्वाणं मोक्षः प्राप्नोति सः योगी यः एतादृशः अस्ति सः योगी यस्य सुखः अन्ते अस्ति यस्य आरामः अन्ते अस्ति तस्य सः योगिः अस्ति तस्य ब्रह्मनिर्वाणम् भवति प्राप्नोति सः ब्रह्मनिर्वाणं प्राप्नोति ब्रह्मभूतः अपि भवति नाम परब्रह्मः एव भवति इति अतः तत्र अन्तःसुख अन्तरारामः तथा इति भागे तत्र सुखः अन्तरारामः तथा इति अन्तर्ज्योतिरेव अन्तर्ज्योतिरेव स इति अग्रे अस्तु समीचीनं महोदय अग्रे तर्हि वेदभगिनी अग्रे अग्रे तपस्विभ्यो दिको योगी तपस्विभ्यो दिको योगी तपस्विभ्यः अधिकः योगी तस्य तपस्विभ्यः अधिकः तत्र विसर्ग विसर्गस्य पूर्वम् अकार विकर विसर्गस्य परमपि अकार तत्र ऊकार भवति सूत्रं पूर्वम् एव उक्तवती भगिनी तद् तदेव तत्र विसर्गस्य स्थाने ऊकारायाति यय य इत्यस्य अकार अस्ति अकार उकारं तत्र गुणभूत्वा अतो गुण इत्यनेन गुणभूत्वा यो भवति तपस्विभ्यो अधिकः तत्र एङ् पदादात् अति इति सूत्रेण तत्र पूर्वरूपं भवति अकारस्य ओकाररूपम् अकार अपगच्छति उकार अकारयोगो केवलम् ओकार अकारयोगो केवलम् ओकार एव तिष्ठति तपस्विभ्यो अकारस्य स्थाने तत्र चिह्नम् आयाति केवलं धिकः अकार अपगच्छति तपस्विभ्योऽधिकः इति रूपं प्राप्तं योगी योगी एव तत्र अस्ति तत्पश्चात् भगवद्गीतायां षष्ठमे अध्याये चतुर्दशतमं सूत्रमिति वक्तुं शक्यते वा चतुर्दशं नास्ति खलु भगिनि चतुर्विंश वाट् इस् फोर्टि चतुर्विंशति या न विंशति चतुर्षि चतुष्टि किं भवति षट् षट् चत्वारिंशत् चत्वारिंशत् करेक्ट् षट् चत्वारिंशत् ऐ आल्वेस् गेट् कन्फ्यूस्ड् षट् चत्वारिंशत् चत्वारिंशत् तत् षट् षष्ठमे अध्याये 46 तपस्विभ्योदिको योगी प्रथम लैन् मध्ये एव तद् एतद् वाक्यमस्ति तपस्विभ्योदिको योगी ज्ञानिभ्योऽपि मतोदिकः कर्मिभ्यश्चाधिको योगी तस्मात् योगी भवार्जुन तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन So he is addressing Bhagavan, I think Bhagavan is saying this. Bhagavan Uktavan iti manye. Ah, Sri Bhagavan. So Bhagavan Uktavan, Arjuna, tapasvibhyah adhika yogi. Yogi, as compared to tapasvin, tapasvin iti te, yat sadhanam karoti ya kim vadami, tapasya karoti, तस्य योगी ही तस्य किं वदामि तस्य योगी इस् कन्सिडर्ड् मोर् अधिकः इत्युक्ते मोर् किं वदामि उत्तमः अस्ति योगी ही तपस् as compared to tapasvi yogi is more good is good or what is utkrishta hai ya iti vadami va jnani bhyo api mato adhikah and he is the jnani bhyo api mato adhikah tatra matah ityukte tatra बुद्धि न न मनसि उत्तमः मतः इत्युक्ते अभिप्रायः इति अभिप्रायः अभिप्रायः वा अच्छा अच्छा अच्छा अभिमतः ओके सो ज्ञानिभ्योऽपि मतः अधिकः कर्मिभ्यश्च अधिको योगी कर्मिभ्य वट् इस् कर्मिभ्य यः कर्म करोति ओ कर्म करोति अच्छा सो योगी यः कर्म करोति तस्यापि अपि अधिकः योगी तस्यापि तेभ्यः अपि अधिकः तेभ्यः अपि तेभ्यः अपि करेक्ट् कर्मेभ्यः इति तेभ्यः अपि अधिकः योगी तस्मात् योगी भव अर्जुन योगी भव अर्जुन So he is saying, Arjuna, you become a yogi? Bhava, yogi bhava. Hum api yogi bhava. Bhava, iti Bhagavan vadati. Yogi is better than a tapasvi. Yogi is better than a jnani. Yogi is better than a karma karoti tad tasyabhi adhikaha yogi. Then, So, you become a yogi then, he's saying. So, you will be better off than even a tapasvi and a jnani and a karmibhyaha. Tatra, bhagini aham drishto, karmin iti pratipadikam ataha karmibhyaha iti bhavati. Correct, correct. Karmin pratipadikam, correct. Karmin iti chukte kim? Tarhi karmi iti bhavet pratama vibhakti. तपस्विन् तपस्विभ्यो तदपि सेम् तपस्विन् तपस्विभ्यो कर्मिन् कर्मिभिश्च या ओके सर्वत्र तत्र इनि प्रत्ययः किम् इनि वा इणि वा महोदय किम् इनि वा तद्धितप्रत्यय वा तद् इनि इनि प्रत्यय ऐ थिङ्क् इट्स् तद्धितप्रत्यय ऐ थिङ्क् okay anyhow so he's saying that you be at a yogi and you'll be better off than all these people nama shreshtha margah yoga margah yoga margah shreshtha astu astu tavateva astu yoga samichinam bhagini astu astu agre tatra nivedita bhagini agre patativa आम् नमो नमः नमस्कारः नमस्कारः भगिनी मैं दो कक्षा में नहीं आ पाई क्योंकि मैं तभी परिक्रमा में थी फिर गए कक्षा में भी मैं दूरी से आई तो क्षम्यताम् चिंता मास्तु भगिनी तद् भवति अतः चिंता मास्तु कामै तैस्तैर्हृतज्ञानाः कामैः अधिकं तैः अधिकं तैः अधिकं ऋतज्ञानाः कामैः अधिकं तैः अत्र ससजुषुरुः अनुबन्धलोपे रेफ् खरवसानयोर् विसर्जनीयः विसर्जनीयस्य सह सूत्रेण सकारः आगच्छति अनन्तरमपि सकारः आगच्छति ससजुषुरुः विसर्जनीयः तथा अनन्तरं ऋतज्ञानाः अत्र मृदुव्यञ्जनमस्ति रु अतः रेफ् आगच्छति खलु तैर् ऋतज्ञानः हकारः अस्ति इति समीचीनमस्ति वा समीचीनं भगिनि 7.20 प्रपद्यन्तेऽन्यदेवताः तं तं नियममास्थाय प्रकृत्या नियतास्त्वया ऋतज्ञानाः यस्य ज्ञानस्य हरणं भवति वा ऋत रुहर धातु अस्ति येषां ज्ञानं कृतमस्ति येषां ज्ञानं कृतमस्ति ते नाम तत्र इदानीं ज्ञानं ऋतं ऋतं नाम तत्र अन्य कोऽपि स्वीकृत्य तत्र अन्य कोऽपि स्वीकृतवान् अतः इदानीं ज्ञानं नास्ति तेषां पार्श्वे अपहृतरूपमस्ति ऋत तत्र ऋतज्ञानाः इति तत्र बहुव्रीहि समासः समासः अस्ति ऋतज्ञानः समासः अस्ति अतः येषां ज्ञानं ऋतम् अस्ति ते कामैः विविधाः विकारवासना येषां मनसि विविधाः विकारवासनाः तत्र तत्र तैः तैः कामैः तैः तैः कामैः ऋतज्ञानाः उपहृतम् अन्यदेवताः प्रपद्यन्ते प्रपद्यन्ते अन्यदेवताः तत्र अन्यदेवताः प्रपद्यन्ते नाम अन्यदेवताः कर्मपदं देवता इति स्त्रीलिङ्गे खलु देवतां पूजते है पूजा करते है प्रपद्यन्ते न पूजां कुर्वन्ति एतत् मह्यम् एतद् ददातु मह्यम् एतद् ददातु एतद् इच्छामि इति सर्वेषां तत्र इच्छां के कारण इच्छानुसारम् अतः एव तैः तैः कामैः कृतजनाः अन्यदेवताः प्रपद्यन्ते प्रपद्यन्ते तं नियमम् आस्थाय लबन्धरूपमस्ति आस्थाय प्रकृत्या नियताः त्वया आस्थाय इति आस्थाय अस्तु धातु लबन्त अस्ति वा आस्थाय स्था धातुः स्था धातुः उपसर्गः स्था इति आस्थाय तं तं नियमम् आस्थाय नियताः स्वया प्रकृत्याः पञ्चमी षष्ठी मतलब् स्वयापि तत्र प्रायशः स्वया प्रकृत्या नियताः विशेषणमस्ति प्रकृत्याः नियताः स्वया तं तं नियमम् आस्थाय प्रपद्यन्ते नाम शरणं गच्छन्ति वा तत्र न तत्र रिसॉल्व टु इति अपि अस्ति पूजयन्ति नाम तत्र अन्ये देवताः प्रपद्यन्ते तत्र तं तं नियमम् आस्थाय प्रकृत्या नियतः स्वया, नाम तेषां प्रकृति अनुसारं तत्र नियन्त्रितं भूत्वा, नियन्त्रितं भूत्वा नाम प्रकृति नियन्त्रणं करोति, तस्य आधारेण तत्र एतत् कुर्वन्ति, तत्र नियमं, हा तत्र नियमं, तं तं नियमं आश्रय प्रकृत्या नियतः, प्रकृत्या नियतः वया प्रकृत्या, महोदय वया प्रकृत्या नियताः, नियताः नाम नियन्त्रितं, नाम दे आर् कण्ट्रोल्ड् बै देर् ओन् रिस्ट्रेण्ड् बै देर् ओन् नेचर्, किन्तु तत्र तं तं नियमम् आस्थाय तत्र एतत् करोमि, तत्र प्रपद्यन्ते अन्यदेवताः, किन्तु पूजां करोमि, अस्तु तत्र एतद् व्रतं करोमि, एतद् हा तत्र अत्र गत्वा तत्र एतद् एतादृशं पूजां करोमि इति एतत् सर्वं कुर्वन्ति खलु, अतः तत्र नियमं नियमम् आस्थाय नाम तद् तस्य आधारेण प्रपद्यन्ते नाम पूजां कुर्वन्ति रूपेण, तत्र नियमरूपेण तत्र पूजां कुर्वन्ति, देवतां पूजयति, तत्र एतत् एषा देवता गणेश जी को फूल चढ़ाएंगे, लाल फूल चढ़ाएंगे, इसको दे फूल चढ़ाएंगे, चढ़ाएंगे बेलपत्र चढ़ाएंगे, तो ये मुझे ये ऐसे सोच पूजा तदस्ति भगिनी, इति एव उक्तम् अत्र. अस्तु तर्हि समीचीनं, तर्हि अग्रे तर्हि समीचीनं भगिनि, अस्तु अग्रे तर्हि तत्र अशोभा भगिनी अग्रे. आं महोदय, अग्रिमम् अस्ति, इदानीं तत्र सन्धिः दत्तम्, अग्निः योगः ज्योतिः योगः आहः, इदानीं तत्र अग्निः इच्छः परस्य तत्र अग्निर् इति भवति, इच्छः परस्य विसर्जनीयस्य रेपः खलु, अग्निर् तत्र सूत्रं किं भवति, अग्निस् इति वा, अग्निस् अग्निस् अग्निर् इति भवति, ससजशुरुः इत्यनेन अग्निर् परवर्णः खर् नास्ति अतः अग्निर् एव तिष्ठति, अग्निर्ज्योतिः इदानीम् अग्निर्योगः ज्योतिः, अग्निर्ज्योतिः अग्निर्ज्योतिः योगः आहः, इदानीम् इचः परस्य विसर्गः अतिपरे अस्ति, अतिपरे अखरि अखरि अस्ति, इचः परस्य किं भवति तत्र रेपः भवति, किन्तु अतिपरे किं रेपः कस्य परे तत्र भाटसूत्रे मम पुरतः नास्ति, इचः परस्य विसर्गस्य पूर्वम् इच्छः अस्ति चेत् इच्छः परस्य विसर्गस्य अखरि रेपः, अखरि एव अखरि रेपः खलु, आमामां, तर्हि अग्निर्ज्योतिर् इति भवति, ज्योतिरः ज्योतिरहः, सम्यक् भगिनि, तर्हि तत्र तदेव नियमः, अखरि अखर् अस्ति चेत् खर् अस्ति चेत् विसर्जनीयस्य सः भवति, अखरि अन्यानि सर्वाणि सूत्राणि, अग्निर्ज्योतिर् अग्निर्ज्योतिरहः इति भवति. अस्तु तर्हि श्लोकः अष्टमाध्याये चतुर्विंशतितमं श्लोकम्. अस्तु परिचितः श्लोकः, धूमो न रत्न अग्निर्ज्योतिरः शुक्लः षण्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्मविदो जनाः इति अग्निर्ज्योतिरहः इत्युक्ते अग्निः जानीमः ज्योतिः जानीमः अहः इत्युक्ते डे इति भवति दिनं शुक्लः शुक्लः इत्युक्ते तत्र लैट् शुक्लपक्षः षण्मास सिक्स् मन्त्स् षण्मास उत्तरायणं भवति हा इत्युक्ते उत्तर षण्मासेषु न षण्मासासु उत्तरायणं भवति तत्र अग्निः ज्योतिः अहः शुक्लः इति भवति तत्र प्रयाता गच्छन्ति ब्रह्मविदः जनाः तत्र प्रयाता तत्र याता इति गतौ इति याति या इति धातुः प्रयाता प्रयाताः गच्छन्ति ब्रह्मविदो जनाः तत्र इदानीं ब्रह्मविदः इत्युक्ते ये ब्रह्मणम् इति भवति खलु हा ब्रह्मणं जानन्ति इत्युक्ते नोर्स् आफ् ब्रह्मन् ब्रह्मविदाः ते कुत्र गच्छन्ति इत्युक्ते तत्र प्रयाताः इत्युक्ते अग्निर्ज्योतिरहः शुक्लः उत्तरायणे गच्छन्ति इति तत्र ब्रह्म इति अपि अस्ति शब्दः ब्रह्मनेव इत्युक्ते किं तत्र ब्रह्मविदः इति अस्तु तत्र कर्मपदं ते ब्रह्म गच्छन्ति तत्र ब्रह्म इति नपुंसकलिङ्गे अतः ब्रह्मब्रह्मणि ब्रह्माणि इति भवेत् तत्र ब्रह्मब्रह्मणि ब्रह्माणि तर्हि हा सत्यं किन्तु नपुंसकलिङ्गे प्रथमविभक्तिः ब्रह्म इति एव ते कुत्र तत्र प्रयाताः गच्छन्ति तत्र प्रयाताः ब्रह्म गच्छन्ति इति ब्रह्मविदः जनाः इत्युक्ते ब्रह्मविदः जनाः ब्रह्म गच्छन्ति यदा इट् इस् हि डैस् इन् द उत्तरायण हा उत्तरायण यदि उत्तरायणे मरणं प्राप्नुवन्ति तर्हि ज्ञानिनः ब्रह्म गच्छन्ति इति ब्रह्मन् प्राप्नोति ब्रह्मणः तत्र ब्रह्म एव तिष्ठति भगिनि तदेव कर्मपदम् यतोहि तत्र कर्मकर्माणि इति भवति खलु ब्रह्म तथा एव ब्रह्म गच्छन्ति इत्युक्ते तं गच्छन्ति इति भवति इत्युक्ते फायर् लैट् डे टैम् द ब्रैट् फोर्ट् नैट् द सिक्स् मन्त्स् आफ् द नार्दर्न् साल्स्टस् बै फालोयिङ्ग् दिस् पात् पर्सन्स् हु आर् नोवर्स् आफ् ब्रह्मन् अटेन् ब्रह्मन् वेन् दे डै तत्र अटेन् ब्रह्मन् इत्यतः उत्तरायणं यूशुलि वेन् इस् फ्रम् जनवरी टु जून् इस् उत्तरायणम् उत्तरायणं यदा सङ्क्रमणं भवति खलु तत्र धनुर्मासे आरब्धो वा इदानीं वा अस्तु यु शुड् डै एट् अ प्रापर् टैम् देन् ओन्लि यु रीच् ब्रह्मलोकम् अदर्वैस् if you die in dakshinayanam you get to be born again and again that is what tadrisham asti tadrisham asti asti samichinam prashna tarhi tatra parichita shloka atra asmakam padam asit agnir jyoti raha ha iti ha iti avati asti samichinam dhanyavad bhumi ha अनन्या चिन्तयन्तो माम् ओ ओके दट् सूत्रं वा ओके अनन्यास् चिन्तयन्तो माम् अनन्याः चिन्तयन्तः माम् तत्र अनन्याः चिन्तयन्त इत्युक्ते तत्र खर्वर्ण चकार अस्ति तदेव विसर्गस्य परे खर्वर्ण अस्ति चेत् तत्र विसर्गस्य स्थाने सकारायादेशः भवति सकार चकारयोगयोः तत्र छुत्वं भवति सकारायाति अनन्याश् चिन्तयन्तः अपि च तत्र विसर्गस्य पूर्वम् अकार परे मृदुव्यञ्जनमस्ति इति कारणतः तत्र विसर्गस्य स्थाने उकारायाति तकार अकार उकारयोः गुणः भूत्वा चिन्तयन्तो माम् इति रूपं प्राप्तं तत्र अनन्यात् चिन्तयन्तो माम् श्लोकं 9.22 अनन्या चिन्तयन्तो मां ये जना पर्युपासते लेट् मी सी वेर् इस् इट् 9.22 द्वाविंशतितमं सूत्रम् अनन्या चिन्तयन्तो मां ये जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं तद्विश्वसहस्रनाम अत्रेपि अस्ति तद् तदेव अनन्याश्चिन्तयन्तः मां ये जनाः पर्युपासते ये जनाः दोस् पीपल् अनन्या आल्वेस् वित् अनन्या मीन्स् वित् वित् वित् undivided devotion chintayantah mam those who worship me who think about me with undivided devotion ye janaha paryupasate paryupasate ityukte par undivided bhani tatra ananya ananya iti tatra undivided iti nasti ananya means always right alo ana अनन्य इत्युक्ते तत्र अन्य चिन्तनं तत्र अन्यः नास्ति अन्यचिन्तनं नास्ति केवलं मम एव चिन्तनम् तादृशं केवलं चिन्तनम् इति नास्ति ते अहं तस्मात् भिन्नः इति न चिन्तयन्ति इत्युक्ते अहम् आत्मात् आत्मानः आत्मानः भिन्नः न अथवा ब्रह्मणः भिन्नः न इति अहं ब्रह्मास्मि इति आमां तदेव ओके ये जनाः पर्युपासते परि उपासते इत्युक्ते परि उपासते तत् तदस्ति उपासते इत्युक्ते पूजां करोति परिपासते इत्युक्ते तत्र परि इति सर्वत्र इति भवति भगिनि परि परिसरः परि परि आल् अराउण्ड् इति सो वर्षिप्मि एव्रिवेयर् इति या पर्युपासते तेषां नित्याभियुक्तानां तेषां नित्याभियुक्तानां योगक्षेमं वहामि अहम् अहं तेषां नित्याभियुक्तानाम् इत्युक्ते तेषां तत्र तेषां नित्य अभियुक्तानाम् अच्छा ओके नित्य अभियुक्तानां नाम तत्र सर्वदा तत्र तेषां तत्र भक्तिः भवति मम कृते नित्य नित्य नाम अभियुक्तानां नित्याभियुक्तानां नित्य अभियुक्तानां एवर् डिवोट् एवर् डिवोट् एवर् डिवोटेड् टु मी ओके नित्याभियुक्तानां तेषां तत् तज्जनानां योगक्षेमं वहामि अहम् अहं तत् तत् जना जनस्य जनानां योगक्षेमं वहामि अहम् ऐ विल् गिव् देम् वहामि ऐ विल् गिव् देम् सो वाट् इट् सेस् इस् दि पीपल् हु वर्षिप् मी alone with undivided devotion to those ever united in thought with me nityabhiyuktana those who is always united with me in thought I bring full security and personally attend to their needs I give them all the comforts and the kalyanam I give them so I bring vahami aham I bring full security and personally attend to their needs acha okay mode tatra yoga kshemaha iti vishesha arthah asti vadaniva na vadatu bhagini yoga itte yat idanim paryantam na praptah tasya prapanam tasya prapanam tad karoti kshemam itte yad praptam tasya rakshanam oho acha अस्तु एतत् पदं विशेषपदमस्ति योगक्षेमम् इत्युक्ते वा पुनः एकवारं वदतु भगिनि योगक्षेमः इत्यस्मिन् योगः इत्युक्ते तस्य यस्य आगमनस्य योगः इति वदामः खलु लौकिकभाषेषु भाषासु यत् इदानीं पर्यन्तं न प्राप्तं तस्य प्रापणं तस्य प्राप्तिः यत् प्राप्तं तस्य रक्षणम् तयोः द्वयोः अपि अहं किं करोमि तस्य योगक्षेमं वहामि अहम् इति वदति अहं वहामि तस्य भारम् अहं वहामि इति इत्युक्ते उत्तरदायित्वम् अस्ति मम उत्तरदातुं तत्र अस्ति अस्मिन् भारते एल् ऐ सि का यः ब्रीदवाक्य है योगक्षेमं वहामि अहं करेक्ट् लोगो दे हाबिट् अतः भगवद्गीतायाः वाक्यमस्ति तर्हि एल् ऐ सि करेक्ट् योगक्षेमं वहाम्यहम् इट्स् रिटन् देर् अस्तु अस्तु अस्तु ओ अहं कदापि न तत्र न दृष्टवान् भगिनि प्रोबब्लि यु वुड् नाट् हव् पेड् अटेन्शन् टु दट् सत्यं सत्यं भगिनि सत्यं भगिनि कुत्र अहं न अवगतवती कुत्र एल् ऐ सि अस्ति खलु लोगो इट् इस् रिटन् ओ अस्तु योगक्षेमं वहाम्यहम् इस् रिटन् देर् आमां भगिनि इदानीं पश्यामि सत्यं सत्यं निवेदित भगिनि धन्यवादः तत्र हस्तद्वयम् अस्ति दीपः अस्ति अधोभागे तत्र योगक्षेमं वहामि करेक्ट् ओ अस्तु समीचीनं भगिनि हा कदापि तत्र तत्र एतदस्ति इति न ज्ञातवान् हा अस्तु समीचीनम् अस्तु तर्हि अग्रे तर्हि धन्यवादः भगिनि अग्रे नरेश् महोदय अग्रे दशमम् अस्ति याभिः योगविभूतिभिः योगलोकान् अत्र सन्धिः अस्ति विसर्ग अस्ति तत्र रेफा गच्छति याभिर्विभूतिभिर् लोकान् चिन्तयामि याभिर्विभूतिभिर्लोकान् श्लोक अस्ति षोडशश्लोक दशमम् अध्याय अस्ति वक्तुमर्हस्य शेषेण दिव्या ह्यात्मविभूतयः याभिर्विभूतिभिर् लोकानि लोकान् व्याप्य तिष्ठति अत्र सन्धिविच्छेद वक्तुम् अर्हसि अशेषेण दिव्या दिव्याः हि आत्मविभूतयः तत्र दिव्याः आत्मविभूतयः याभिः विभूतिभिः याभिः विभूतिभिः तत्र विशेषणविशेष्यभावः तत्र स्त्रीलिङ्गे तृतीया बहुवचनं याभिः विभूतिभिः विभूतिः इति स्त्रीलिङ्गपदं लोकान् इमान् इमान् त्वं त्वं व्याप्य व्याप्य तिष्ठसि तिष्ठसि तिष्ठसि अत्र किमस्ति वक्तुम् अर्हसि अशेषेण दिव्या विभूतय किमस्ति याभिः विभूतिभिः वक्तुम् अर्हस्य शेषेन महोदय तत्र विभूतिः इति जानाति खलु आम् आम् विभूतिः नाम विभूतिः संस्कृतमध्ये किम् अस्ति किं डिवैन् अस्ति डिवैन् ग्लोरि हा ग्लोरि ग्लोरि डिवैन् ग्लोरि डिवैन् अतः वक्तुम् अर्हसि नाम तत्र इदानीं वदतु वक्तुम् अर्हसि त्वं वक्तुम् अर्हसि इति तत्र अर्जुनः भगवन्तं पृच्छति नाम वक्तुम् अर्हसि अशेषेण नाम तत्र किमपि तत्र एतद् न वदामि इति मास्तु सर्वं सर्वं सम्पूर्णतया सम्पूर्णतया वदतु किं दिव्याः हि आत्मविभूतयः सर्वं नाम सर्वं विभूतयः वदतु दिव्याः विभूतयः भवतः याः सन्ति तत्र सर्वं वदतु अशेषेण अपि याभिः विभूतिभिः लोकान् इमान् त्वं व्याप्य तिष्ठसि अस्मिन् लोके तत्र ताभिः विभूतिभिः भव तत्र भगवान् लोके अस्ति व्याप्य अस्ति तत्र सर्वत्र अस्ति पर्वेड् इति अस्ति व्याप्य नाम सर्वत्र अस्ति अतः तत्र याभिः विभूतिभिः भगवान् लोके अस्ति तत्र ताः विभूतयः विद्याः तत्र सर्वं तासां विधये वक्तुं हा वदतु तासां विधये सर्वं वदतु तत्र किमपि तत्र न वदामि इति मास्तु सम्पूर्णतया वदतु वक्तुम् अर्हसि अशेषेण अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र समीचीनं महोदय अस्तु अग्रे निवेदितं भगिनि अग्रे वायुर्यमोर्ग्निर्वरुणः वायुः अधिकं यमः अधिकम् अग्निः अधिकं वरुणः वायुर्यमो अत्र विसर्गस्य परतः मृदुव्यञ्जनमस्ति अतः रेफ् आगच्छति अनन्तरम् अस्वरः अस्ति अग्नि अतः अतोरोर प्लुतादप्लुतसूत्रेण प्लुतादप्लुते सूत्रेण अवग्रहः आगच्छति हा प्रथमं तु विसर्गस्य उत्वं भवति अनन्तरम् अदेङ्गुणसूत्रेण आद्गुण अदेङ्गुणसूत्रेण ओकारः आगच्छति अनन्तरम् एङ्गः पदान्तादति सूत्रेण अवग्रहः आगच्छति पूर्वरूपे एकादेश भवति वा अवग्रहः नागच्छति सूत्रेण किं पूर्वरूप अवग्रहचिह्नः सूत्रेण न आगच्छति केवलं अनन्तरं मृदुव्यञ्जनमस्ति अतः रेफ् आगच्छति वायुर्यमोऽग्निर्वरुणशशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेस्तु सहस्रकृत्वा पुनश्च भूयोऽपि नमो नमस्ते. विश्वरूपदर्शन् अस्ति एतत्. वायुः यमः अर्यमान् अस्ति वा? अर्यमान् अग्निः वरुणः शशाङ्कः नाम चन्द्रमा प्रजापतिः प्रपितामह प्रपितामह नाम ब्रह्मणः पिता वा प्रपितामह पितामह प्रजापतिः प्रपितामहः च तदनन्तरं नमः नमस्ते अस्तु महः अपि आप ही है ये सब कृष्ण श्री कृष्ण सत्यं भगिनि. नमो नमस्ते सु सहस्राकृत्वः नमो नमस्ते तु नमस्कारः भवतु सहस्रकृत्वः नाम सहस्रवारं सहस्र नमस्काराः श्रीकृष्णाय नमः इति सहस्रवारं सहस्राकृत्वः पुनश्च भूयोऽपि नमो नमस्ते नमो नमस्ते. मैं आपको बार बार अपन नमन करना चाहता हूँ, आपको नमस्कार करना चाहता हूँ. हाँ तदेव अस्ति समीचीनम. अस्तु तर्हि तत्र भगवान् एव सर्व सर्वं तत्र अग्निः वायुः सर्वम् अस्ति. अस्तु समीचीनम्. अस्तु अग्रे तर्हि शोभो भगिनी अग्रे. आम् महोदय, इदानीं तत्र श्रद्धधानाः आतः परस्य आचिलोपः इति भाटसूत्रम् अस्ति तत्र. तर्हि श्रद्धधानाः योगः मत्परमाः योगः भक्ताः. श्रद्धधानाः तत्र केवलं श्रद्धधाना मत्पराः इति. एकक्षणं महोदय, तत्र श्रद्धधाना 1220 खलु किमस्ति? हा, ये तु धर्म श्रद्धधाना. हा, तत्र लोपः एव. आतः परस्य आति इत्युक्ते आति अथवा इचि न आति लोपः आति इति अथवा इचि लोपः द्वयमपि नास्ति तत्र. श्रद्धधानाः योगः मकारः किं भवति तत्र अकारात् परम् लोपः तु भवति, यतोहि तत्र श्रद्धधाना मत्परा इति अस्ति श्लोके. इदानीं सूत्रं मनसि नागच्छति, किन्तु श्रद्धधाना योगः मत्परा योगः भक्ताः इति भवति. इत्युक्ते श्रद्धधाना मत्परा तत्र भगिनी बाटसूत्रे विसर्गस्य पूर्वम् आकार अस्ति न तत्र तत्र आकार अस्ति चेत् परं किन्तु परं किमस्ति अखरि परम् अखरि अखरि अस्ति चेत् अखरि तावदेव अस्तु. विसर्गस्य लोपः तत्र प्रथम पूर्वम् इति स्मरणे आसीत्, किन्तु परं केवलम् अखरि एव तत्र. अस्तु अखरि अखरि आतः परस्य अखरि लोपः. तर्हि अतः तत्र मा इति अखर्वर्णः, भा इति अखर्वर्णः, श्रद्धधाना मत्परा इति भवति. अपि च तावदेव तत्र. इदानीं सूत्रे सूत्रे कथं श्लोके कथं दत्तम् इत्युक्ते, ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते किं तत्र श्रद्धधाना खलु तत्र श्रद्धधानामत्परा भक्तास्तेतीव मे प्रियाः इति ये तु धर्म्यामृतम् इदम् धर्म्यामृतं धर्म्य अमृतम् इदं यथा उक्तं पर्युपासते. इदानीं भक्तियोगे अस्ति एषः श्लोकः. श्रद्धधाना मत्परमाः भक्ताः ते अतीव मे प्रियाः इति वदति भगवान्. इत्युक्ते तत्र ते ये भक्ताः ते तु इत्युक्ते बट् ये भक्ताः किं कुर्वन्ति तत्र मत्पराः हु अक्सेप्ट् मी एस् द सुप्रीम् गोल् टु हूम् ऐ एम् ऐडेण्टिकल् वित् द इम्यूटबल् ऐ एम् द हैयेस्ट् परमा ते अपि च श्रद्धधानाः इत्युक्ते यस्मिन् येषु श्रद्धा अस्ति इति श्रद्धधानाः ते पर्युपासते इति दृष्टवन्तः पूर्वं सर्वत्र तत्र पूजां कुर्वन्ति इति अत्र सीक् फार् प्राक्टीस् इति दत्तम् अस्मिन् प्रसङ्गे. इदं धर्म्यामृतम् इदं धर्म्यामृतम् इत्युक्ते दिस् अमृतं दट् इस् विच् इस् इन्डिस्टिङ्ग्विशबल् फ्रम् धर्म इति दत्तं धर्म अमृतम् इति. अपि च यथा उक्तं यथा पूर्वम् उक्तं तथा ते अतीत्वा प्रियाः अतीव प्रियाः इति इत्युक्ते तत्र अतीव प्रियाः मे इति. आम् those devotees who accept me as the supreme goal and with faith seek for this amratya iti datam which is indistinguishable from the virtues as stated above they are very dear to me itite purvasmin shloke kimapi uktavan asti tasya anuvartanam asti danim tatra tulya ninda asti purvasmin shloke namake vadati nana asmin adhyaye yet uktam तद् खलु नाम केवलम् एकं श्लोकं प्राक् इति नास्ति तत्र एतावत् तत्र एकं श्लोकविषये इत्युक्ते तत्र भक्तियोगविषये अबौ इति दत्तम् अस्ति भक्तियोगविषये किमपि उक्तमस्ति तस्य तत्र पूर्वं किं वदति द पर्सन् टु हूम् डिनौन्सियेशन् अण्ड् प्रेज़् आर् द सेम् who is silent, content with anything. किन्तु भगिनि अस्तु आम् अवगच्छामि महोदय. आमामां केवलं तत्र एकवारं पठितवती महोदय. तत्र इत्युक्ते अस्मिन् अध्याये यत्किमपि उक्तम् अस्ति तावत्पर्यन्तं तस्य अन्वयः भवति तत्र यतोहि भक्तियोगः अस्ति इत्युक्ते कथम् आचरणीयम् इति वदति तत्र. अस्तु तर्हि तावदस्ति अर्थः. अपि च किं व्याकरणं तत्र सन्धिः समीचीनम्. अतः तत्र श्रद्धधानाः मत्परमाः भक्ताः समीचीनम्. अस्तु अस्तु धन्यवादः भगिनि. अस्तु अग्रे वेदा भगिनि. धन्यवादः. सः प्लस् भूयः प्लस् अभिजायते सः योगः भूयः योगः अभिजायते तत्र सः विशेष नियमः अस्ति तत् विषये एतत् सूत्रमस्ति एतत् तदोः सुलोपो अकोरन् ऐ समासे हलि इति सूत्रमस्ति तत्र हरिपरे एतद् तद् सकार तद् तस्य प्रातिपदिकं तद् अस्ति तस्य रूपं प्रथमाविभक्तिः अस्ति सः सः तत्र द विसर्ग सस् विसर्गस्य स्थाने सकार आयाति सस् तत्र सकारस्य सुलोप सकारस्य लोपः भवति यदि परे हल् वर्णः अस्ति चेत् भू इति हल्वर्णः तदेव तस्य विसर्गस्य लोपः भवति स भूयः अभिजायते तत्र विसर्गस्य पूर्वम् अकार विसर्गस्य परमपि ह्रस्वाकार तत्र भाट्टसूत्रेण तत्र चतुर्थसूत्रेण तत्र विसर्गस्य स्थाने ऊकार आयाति भूय तत्र अकार उकारमेलनेन ओकार भवति भूयो अपि च ओकार अकार तत्र पूर्वरूपसन्धिः भवति अकारस्य स्थाने अकार अपगच्छति केवलम् ओ एव तिष्ठति भूयो भिजायते तत्र किं तत् अवग्रहचिह्नम् आयाति तत्र तदेव स भूयोभिजायते इति रूपं निष्पन्नं तत्र भगवद्गीतायाः श्लोकः 13.23 ओके य एवं वेति पुरुषं प्रकृतिं च गुणैः सह सर्वता वर्तमानेऽपि न स भूयोभिजायते तत्र अस्ति न स भूयोभिजायते य एवं वेति पुरुषं य एवं वेति यत् जानाति पुरुषं प्रकृतिं च गुणैः सह यः पुरुष यः जानाति पुरुषः किम् अपि च प्रकृति इत्युक्ते किम् अपि च तस्य गुणः तस्य गुणैः सह गुणः तेन गुणः सहित सहितं जानाति सर्वथा वर्तमानेपि न सः भूयोऽपि जायते सर्वथा सर्वथा मीन्स् आल्वेस् वर्तमानेपि न स भूयोऽपि जायते सर्वथा वर्तमानेपि इत्युक्ते फोर् एवर् इति वर्तमानेपि इत्युक्ते सर्वथा वर्तमाने अपि नाम सः जीवनं कथमपि जीवति चेदपि नाम तत्र सम्यक् वर्तमानेपि वर्तमानेपि न स भूयते भूयोभिजायते सः भूयः पुनः तस्य जन्म न जायते न जायते सत्यं भगिनि नाम तत्र यत् ज्ञानस्य अनन्तरं ज्ञानस्य उत्पत्तिः अथवा उदयस्य अनन्तरं ज्ञानोदयानन्तरं सः कथमपि जीवतु तत्र पुनर्जन्म न भवति न भवति इत्युक्ते यः पुरुषः किं प्रकृतिः किं तस्य गुणः किम् एताः जानन्ति अपि च सर्वथा वर्तमानोऽपि न न सः यत्किमपि करोतु तस्य पुनर्जन्म न भवति न भवति इति ओके न भवति नाम तत्र यदि तस्य अनन्तरं सः किमपि करोति अथवा न करोति अथवा किमपि भवतु किन्तु पुनर्जन्म न भवति अतः तत्र जीवनस्य तत्र क्रमः तत्र कर्मबन्धः तत्र एतत् कर्म करोति चेत् पुनः तस्य अनुभोक्तव्यम् एतत् सर्वं तत्र जीवनस्य तत्र चक्रः अस्ति खलु कालचक्रः जीवचक्रे तस्य तत्र तत्र तस्य किमपि तस्य उपरि तत्र परिमाणः न भवति अस्तु इति अस्ति अस्तु धन्यवादः समीचीनं धन्यवादः भगिनि अस्तु अग्रे नरेश महोदय चतुर्दश अप्रकाशो अप्रवृत्तिश्च अत्र अस्य सन्धिविश् विच्छेदः अस्ति अप्रकाशः अप्रवृत्ति अप्रवृत्तिः च इति अप्रकाशः अप्रवृत्तिः च श्लोकः अस्ति चतुर्दश अध्याय त्रयोदश श्लोकः अप्रकाशो अप्रवृत्तिश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन अत्र तु अप्रकाशः अप्रवृत्तिः च प्रमादो मोह एव च अग्रे अस्ति तमसि एतानि जायन्ते विवृद्धे कुरुनन्दन कुरुनन्दन सम्बोधन अस्ति तत्र अप्रकाशः किञ्चित् अन्धकारः अस्ति अन्धकारः तत्र प्रकाशः नाम तत्र विवेकः अप्रकाश नाम विवेकः नास्ति इति अपि अर्थः अप्रवृत्ति अप्रवृत्ति नाम तत्र किमपि कर्तुं न इच्छति नाम तत्र अलसः इति अलसः अस्ति कर्तुं प्रवृत्तिः नास्ति आलस्यम् अस्ति प्रमादः अस्ति प्रमादः किमपि प्रमादः नाम यत् करणीयम् अस्तु अस्तु तत्र तस्य मनसि तस्य महत्त्वं नास्ति एतदेव करणीयम् एतद् अतः तत्र प्रमादः इति मेड्नेस् इति अपि अस्ति अन्य तत्र हीड्लेस्नेस् इति अपि दत्तम् अपि च न अनुसरति नाम सम्यक् मार्गं न अनुसरति इति अपि अस्ति मोहः इति कन्फ्यूशन् डिल्यूशन् सर्वे अप्रकाशः अप्रवृत्तिः प्रमादः मोहः सर्वे अस्ति चेत् ते न न ते सर्वे एतानि जायन्ते एतानि जायन्ते जायन्ते नाम तत्र एतेषां तत्र उत्पत्तिः नाम ते सर्वे भवन्ति कदा तमसि अपि एतानि जायन्ते तमसि जायन्ते हा तमसगुणः अस्ति चेत् एतानि जायन्ते यदा तत्र विवृद्धे विवृद्धे नाम तत्र यदा तमः तमस् इति गुणः तस्य बलम् अस्ति तस्य बलम् अधिकम् अस्ति तमस् तस्य बलम् अस्ति चेत् तस्य बलम् तत्र रजोगुणस्य कृते तमोगुणस्य बलम् अधिकम् अस्ति चेत् एतत् सर्वं भवति तत्र प्रकाशः अप्रवृत्तिः प्रमादः मोहः च सर्वं भवन्ति यदा तत्र तमः तमोगुणः अस्ति चेत् बलशाली अस्ति बलशाली अस्ति चेत् तस्य बलम् अधिकमस्ति चेत् अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र अपि भवन्तः सर्वे दृष्टवन्तः खलु तत्र अस्मि एषः अभ्यासः विशिष्टः अभ्यासः अस्ति नाम प्रथम उदाहरणं प्रथम अध्याये द्वितीय उदाहरणं द्वितीय अष्टादश उदाहरणानि सन्ति अतः इदानीं तत्र चतुर्दश अभवत् इदानीं तत्र पञ्चदश अध्यायः इदानीं निवेदिता भगिनी भवती एव अग्रे वैश्वानरः अधिकं भूत्वा तत्र विसर्गस्य पूर्वं अकारः अस्ति अस्वर अनन्तरं पफ बभ मृदुव्यञ्जनमस्ति अतः विसर्गस्य उकारः भवति अनन्तरम् अदे अद आद्गुणः अदेङ्गुणः सूत्रेण ओकारः भवति वैश्वानरो वा सम्यक् अस्ति सम्यक् अस्ति भगिनि वैश्वानरो भूत्वा 15.14 चतुर्दश अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पञ्चाम्यन्नं चतुर्विधं पचामि अन्नं पचाम्यन्नं चतुर्विधम् वैश्वानरः नाम किं जठराग्निः वा सत्यं भगिनि अहं पञ्चदश अध्यायः नाम किम् अस्ति पुरुषोत्तमयोगः अहं वैश्वानरो भूत्वा स्वान्त अस्ति अहं वैश्वानरः भूत्वा प्राणिनां देहं देहे आश्रितः अहं प्राण अपान द्वारा युक्तं जठराग्नि भूत्वा प्राणिनां देहे आश्रयम् आश्रयं प्राप्नोमि वा देहम् आश्रितः नाम देहे अस्मि प्राणिनां देहम् आश्रित्य तत्र वसन् वैश्वानरः इति तत्र जठराग्निः इति अपि वक्तुं शक्नुमः अथवा वैश्वानरः इति एव रूपं वैश्वानरः इति रूपं तत्र यथा जीवः अस्ति तत्र वैश्वानरः इति अपि रूपम् अस्ति तं भूत्वा प्राण अपान समायुक्तः प्राण अपान एते तत्र वायुना एव तत्र चतुर्विधं तत्र अन्नं तत्र तस्य पचनं भवति अतः तत्र अन्नं तत्र तस्य तत्र पचनं अहं करोमि तत्र भगवान् वदति तत्र कुत्र कुत्र अस्ति सः इति अन्न का पचन भी भगवान के कारण ही होता है उनकी शक्ति द्वारा होता है ये बताते हैं कोई भी काम है तो वो भगवान के बिना हो नहीं सकता है वो कितना भी छोटा हो सत्य तदेव मनुष्य खुद को बड़ा समझ लेता है अभिमान करता है लेकिन वो व्यर्थ सत्यम भगिनी तदेव अस्ति किन्तु भगवान् एव तत्र सर्वेषु कार्येषु तत्र लघु वा अथवा बृहत् वा किन्तु तत्र सः एव सर्वं करोति कारयति समीचीनं भगिनि बैलगाड़ी के नीचे छाया में चलने वाला कुत्ता समझता है बैलगाड़ी मैं चलाता हूँ उत्तममस्ति भगिनि उत्तममस्ति उदाहरण दिया समीचीनम् उदाहरणं और वैसे ही हम अभिमान करते हैं कि सब कुछ मैं ही करता हूँ लेकिन मैं कुछ भी नहीं करता उत्तमम् अस्ति भगिनि कार्य करने की जो प्रेरणा है वे भगवान ही देते हैं धन्यवादः अस्तु तर्हि तत्र किम् अग्रिमे वर्गे तत्र त्रयं यत् अस्ति तत् अग्रिमे वर्गे कृत्वा तदनन्तरं नत्वं कुर्मः समीचीनं वा अस्तु महोदय तर्हि भगिनी शोभावनी भवति वा तत्र अन्ते शान्तिमन्त्रं वदति वा तदनन्तरं ग्राम पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। नमस्ते महोदय, नमः सर्वेभ्यः, धन्यवादः, धन्यवादः।